नमस्ते भगिनि, नमस्कारः. लिट्लकारः इति करपत्रम् अनुवर्तते. तत्र सप्तमबिन्दुः नूतन अंशः अस्ति. यङ्लुगन्तधातूनां लृट्लकारस्य रूपसिद्धिः इति. ततः आरभ्य किञ्चित् पठामः. तदेव गते सप्ताहे महोदयेन पाठितम् इति मन्ये. एकनिमिषं पश्यामि. आमां तत् साधु भगिनि. समीचीनं, तर्हि पठामः. तदनन्तरम् अभ्यासं कृतवन्तः यत् सेक्षन् अन्वेषणं वदामि भगिनि. यत्र धातवः सन्ति इति वक्तव्यं चेत् अस्ति, अन्यत् अस्ति, रूपं लिट् लकारस्य रूपं किं भवति अपि कानि सूत्राणि कार्यं कुर्वन्ति तत्र. इति अभ्यासः चेत् अन्यत् केवलं इदानीं लिट् लकारस्य रूपं वक्तव्यम् अपि सूत्राणि अग्रिमे सप्ताहे इति सः अन्य ई पत्रं प्रेषितवान्. सर्वे पठतु, सर्वाणि सूत्राणि पश्यतु. एकवर्ष इति लकारस्य अभ्यासः अभवत् एकवर्षपर्यन्तम्. तर्हि अरुणा भगिनी आरम्भं करोति वा भगिनि? यङ्गण्टदातनमेव वा? यङ्गण्टदातुना लुट्लकारस्य रूपसिद्धिः. द्वादशु धातु प्रत्यये यङ् प्रत्ययः अन्यतमः. वारं वारम् अथवा अत्र तु युगन्तदातूनाम् इति खलु सप्तमः बिन्दुः. सप्तमबिन्दुः यङ्गन्त तु वयं पठितवन्तः. अभ्यास 15A अस्ति. यङ् लुगन्तदातूनां लुट् लकार रूपसिद्धिः. सर्वे यङ् लुगन्तदातवः अनेकाचः, अनेकाचः इति कारणतः चेत् सर्वे अपि आकारान्तदातवः. उदाहरणं दादा दातु, दादा युग इष्यति, दादिष्यति इति रूपं भवति. अत्र एकसूत्रमस्ति आतो लोप इति च. आकारान्तस्य अङ्गस्य आकारस्य लोपो भवति. अजादि आदुदातिके किमिति परे, आदुदातिक इति परे च. इति अजादि आदुदातिके किमिति सकारान्त किमिति स आकारान्त आकारान्तस्य अङ्गस्य लोपो भवति इति काष्टिकावृत्तिः. अजाद्योरार्धदातुके धातुकयोः किनितितोः परयोरतो लोपः स्यात् इति सिद्धान्तकौमुद्यम्. अतः पत्रष्ट्यन्तं लोपः प्रथमान्तम् इति सप्तम्यन्तं च अव्ययम् अनेकपदं सूत्रं. दीङ्गो युडचि किमिति इत्यस्मात् अचि किमिति तनयोः अनुवृत्ति. अङ्गस्य अध्यात्मिकेतनयोः अधिकारः अनुवृत्तिपरितमस्ति. अङ्गस्य आतः लोपः अचि किमिति अधुदातिके इति च. अत्र जानीमः यङ्गदातु सर्वे अनेकाः, अतः सर्वे सेपः एव. नवदिन आकारं यङ्गदातु विषये आकार अन्ते अङ्गस्य अन्ते अस्ति चेत् लोपो भवति. निमित्तं सूत्रमस्ति आतो लोप इति च. आकारन्त गस्य आकारलोपो भवति निमित्ताने अजादि आददातुके किरिति पदे वा आददातुके इति पदे च कार्तिकावृत्य दत्तमस्ति च इचि अजादि आर्धदातुके किन्निति स आकारन्तस्य अङ्गस्य लोपो भवति इति कास्कावृत्ति तदेव सिद्धान्तकौमुदी अपि अत्र अजादि आर्धदातुकयोः किञ्चितोः परयोः आदो लोपः जाति क्षेमस्य आकारस्य लोपो भवति अङ्गस्य आकारस्य निमित्तमस्ति अजादि आदातुके वा आदुदातुके इति कारे इत्युक्ते अधुना पठामि भगिनि एकनिमिषं भगिनि अत्र तर्हि आतः अङ्गस्य लोपः इति अस्ति तत्र षष्टि आतः अङ्गस्य लोपः इत्यनेन आकारान्तस्य अङ्गस्य लोपः इति भवति तत्र कुत्र कस्य लोपः इत्युक्ते अलोन्त्यस्य इत्यनेन अन्तिम आकारस्य लोपः जायते इति तदनन्तरम् अचि निति आर्धधातुके इति च इति उक्तमस्ति अत्र तु एवम् अत्र मम तु भ्रमः जातः तदा तु अहं दृष्टवती अजादि आर्धधातुके अजि अचि आर्धधातुके इति निति इति उभयत्र सङ्गच्छति इत्युक्ते निति अचिदात् आर्धधातुके अनन्तरम् इति अचिदार् आर्धधातुके इति स्वीकर्तव्यम् इति इत्युक्ते यः अजादि आर्धातुकप्रत्ययः अस्ति नित् अपि अस्ति चेत् नित्वद् भवति नित् अस्ति तादृश आर्धातुकप्रत्यये परे नो चेत् यः अजादि आर्धधातु धातोः यत्र इडागमः जातः तादृश आर्धातुके प्रत्यये परे इति दत्तमस्ति इति मन्ये महोदय इति उक्तवान् भगिनि तथैव उक्तवान् खलु कितिङ् इति अचि अस्ति अजादि आर्धधातुके इति न वक्तव्यं कारणम् इति अस्ति तत् इति स्पष्टतया वक्तव्यम् इति आर्धधातुके तत्र अजादि आर्धधातुके आटोमेटिकलि आगच्छति किन्तु यत्र यत्र इति आर्धधातुक इडागम इडानुकूल अर्धधातुकः यत्र अस्तु अत्र अजादिः एव भवति इति कृत्वा यत्र इडागमः तु प्रत्ययस्य इडागमः इति मन्तव्यं खलु न तु अङ्गस्य इडागमः इति भवति प्रत्ययस्य यत्र इडागमः भवति तत्र तु प्रत्ययस्य एव अङ्गं भवति अत्र किमर्थम् अहम् एवम् उक्तवती इत्युक्ते न्यासे पृथक्तया तथा दत्तमस्ति अजादि आर्धधातुके इति प्रत्येकम् अभिसम्बध्यते इति दत्तमस्ति इति उक्त्वा इट् अजादि आर्धधातुके तदनन्तरं निति च अजादि आर्धधातुके इति तत्र उक्तमस्ति इद्ग्रहणम् ग्रहणं कृत्वा किञ्चित् अग्रे गच्छामः योग इच्छति अत्र प्रयुच्छति किमर्थमस्ति चेत् ईकार गुणः भवति योग इष्यति यतो प्रयुच्छति इति कृतं भवति तदेव भगिनि तत्र शेषियोगः इष्यति इत्यस्मिन् भवति प्रथमगुणः भवति भगिनि तदनन्तरम् आर्धातुक आर्धातुक्योः इत्यनेन गुणः भवति आर्धातुकप्रत्ययः एचोयवायावः इति न्यायादेशः अस्तु तर्हि आतोलोप इति च इति सूत्रं कुत्र कार्यं करोति इत्युक्ते दादायोगः इष्यति आकारान्तधातूनां विषये दादायोगः इष्यति. अत्र अकारान्तधातुः अस्ति, यङ् धातुः अस्ति दादा इति धातुः. तदनन्तरं इटि इट् आर्धातुक अजादि आर्धातुकप्रत्ययः अस्ति परे इति कृत्वा आकारस्य लोपं भूत्वा दादिष्यति इति. अस्तु, तत्तु समाप्तं. तदनन्तरम् इका अन्यः पठतु वा भगिनि. महोदय, आतोलोपो इति च सूत्रं यत्र आकारः अस्ति धातुः अन्ते तदेव कार्यं करोति. अन्य ईकारः वा उकारः वा अस्ति चेत् अत्र सूत्रं न कार्यं करोति. सत्यं महोदय, तत्र दादा धातोः किं कार्यम् इति वक्तुं तत्र आतो लोप इति च इति सूत्रम् उक्तमस्ति. आकारान्तानां दादा इति उदाहृतं खलु, तस्य विवरणं तत्र. परन्तु अन्यभागः इकारान्तदातवः इति भिन्नकार्यम्. आं महोदय, ईकारान्त वा उकारान्तदातुः अस्ति चेत् अत्र किमपि लोपः नास्ति. सामान्यगुणकार्यं भवति, लोपः नास्ति, सामान्यगुणकार्यं भवति. अत्र सार्वधातुकार्धदात्योः इति गुणकार्यं भवति खलु. अस्तु महोदय, ईकारान्तदातवः यदा शेश्री योः ईष्यति अरुणापुण्य अपि उक्तवती अत्र सर्वात्मकेन गुणः भवति श्रेय इति. अनन्तरं यच श्रेयष्यति रूपं भवति. तदेव उकारान्तदातवः भोगु योः इष्यति अत्रापि गुणकार्यं भवति सर्वात्मकेन भोगो इति. अनन्तरं यच भविष्यति रूपं भवति. उकारान्त अन्य वदति वा? पठतु महोदय, पूरयतु. उकारान्तदातवः सर्कृ इति तदपि गुणः भवति ऋकारस्य आ भवति उकार आ भवति. अनन्तरं पुरन्दपरः इति अर् भवति. अतः सर्कृ यो भविष्यति सर्करिष्यति इति सर्करिष्यति इति रूपं भवति. ऋकारान्तदातवः धातृ योः इष्यति अत्र अपि भवति पर् इति भवति. अनन्तरं रूपं भवति धातरिष्यति. अग्रे अहं पठामि वा? अधुपदधातवः धन्यवादः. एकनिमिषं वर्गे महती चर्चा जाता कथम् अङ्गस्य आतरूपः चिङ् इति आर्धधातुके इति च इति दत्तम् अस्ति. सन्ध्या भगिनी आर्धधातुक इति वरादे इति आगमः भवति कथम् इति आर्धधातुके इति दत्तम् अस्ति इति केवलम् आर्धधातुगमः तु केवलम् आर्धातुके प्रत्यये एव भवति खलु, अन्यत्र तु चर्चा तु महोदय उक्तवान् कोऽपि सः व्याकरणद्वयग्रन्थं सः पठितवान् इति चर्चा महती चर्चा अस्ति सः इति मन्यते. तेन मन्यते कि इति विवक्षा नास्ति ततः सः न लिखितवान् कथं केवलम् आर्धधातुकं दत्तम् अस्ति. प्रायः नानावश्यकं किन्तु भगिनी शुकमहोदयम् अस्माभिः बोधितवान् काम् अस्मान् बोधितवान् कि तत्र सार्वधातुकप्रत्यपरे अपि इदागमः भवति. साधु कर्धातुकर्थे इदागमः भवति वा? सार्धधातुके सह त्रीणि सूत्राणि इति उक्तवान्. अहं दृष्टवती किं आर्धधातुकस्य इड् वलादेः इति तत् 373 अहम् एकनिमिषम्373 something as the bhagini 73 ऋन्तु इति तत्र आर्धातुकस्य इति इडागमः आमाम् अहं वदामि भगिनि अहं विसमति सङ्ख्या खलु तथैव महाभाष्ये अपि उक्तमस्ति तत्र अत्र पश्यामि ईग्रहणम् इङ्कितार्थम् इदम् आर्धधातु सार्धधातुकार्थं भविष्यति इति 793, 94, 95 वयं सुकुमनवर्गे ईट् आगमभक्तिः सः उक्तवान् ईट् आगमः अस्ति इडागमः अत्र तु ईट् आगमः अस्ति खलु इडागमः न किन्तु कथं सः उक्तवान् सार्धधातुकप्रत्यये परे अपि भवति इति न प्रायः अन्यत्र भवति स्म भगिनि वयं न तु प्रायः न पठितवन्तः स्यात् इडागमः अन्यत्र प्रायः स्यात् किमर्थम् इत्युक्ते अत्रैव तत्र न्यासे दत्तमस्ति एवम् आर्धधातुके इत्यपि वर्तमाने इद्ग्रहणं सार्वधातुकार्थं भविष्यति इति किमपि उक्तमस्ति सार्वधातुके च आदित्यार्धधातुक आदिकार उपसङ्ख्यानं कर्तव्यम् महोदय उक्तवान् इति त्यजतु न एकैकं पश्यामः चेत् किञ्चित् पठामः चेत् तत्र कर्मव्यतिहारे राधाने धातोर् लुट् उत्तमैकवचनम् इट् इति किमपि उक्तमस्ति इति अस्ति कर्मव्यतिहारे पश्यामि महोदय उक्तवान् इति व्यर्थं विवादः अस्ति तत्र अहं न अवगतवती लट इट् इति किमपि अस्ति इति मन्ये एकनिमिषम् दुदान्यु लिट् तमैकवचने लिट् किमपि अस्ति दुदान्यु लिट् लिङ् उत्तमैक एकनिमिषमपि तत्र इट् वहिङ् महिङ् इति आगच्छति खलु सार्वधातुक इट् किम् अस्ति इत्युक्ते तिप्तस्जि इति तत्र तास् आतां द्वम् इति भूत्वा इट् वहिङ् महिङ् इति वहि महिङ् इति भवति खलु, तत्र तु इट् इति सार्वधातुक एकवचनं भवति खलु. उत्तमपुरुष एकवचने आम् आम् इति उक्तमस्ति. दासीय इत्यत्र उदाहरणं तत्र दादातोः तत्र किम् अस्ति कर्तरि आशीर्लिङ्ग् लकारः अस्ति खलु, तत्र कर्तरते किं तत्र लकारः आगच्छति दायोगः इल् इति भूत्वा तदनन्तरं दायोगः इट् इति जायते लिङ्ग्लकारे. तत्र एकवचने तु प्रत्ययः तु इट् एव अस्ति खलु, तदनन्तरं लिङ्गः सियूट् इत्यनेन सियूट् आगमः अपि जायते. तर्हि तत्र तु इटागमः इट् इति यः अस्ति आगमः नास्ति, किन्तु इट् इति तत्र तु इट् इति प्रत्ययः अस्ति, सार्वधातुकप्रत्ययः अस्ति इति कृत्वा अत्र स्पष्टतया आर्धधातुक इति उक्तमस्ति. उभयत्र आर्धधातुक इति ग्रहणीयं भवति. तर्हि तत्र किम् अस्ति निति आर्धधातुके अजादि आर्धधातुके इति ग्रहणीयं, तदनन्तरं इति अजादि आर्धधातुके इति ग्रहणीयं भवति. एकनिमिषं भगिनि, अजादि इत्यस्य अस्तु अग्रे गच्छामः वा. अजादि आर्धदा इति अजादि आर्धदातुके इत्यपि अन्यः अर्थः स्यात् न जाने, वयं तु न दृष्टवन्तः. स्थूलरीत्या तु नावश्यकम् इत्येव भासते किन्तु न जानामि, किन्तु अत्र न्यासे एवं दत्तमस्ति इति कृत्वा प्रायः उभयत्र स्वीकुर्मः इति मन्ये. भगिनि अन्यदपि दत्तमस्ति, एतदपि पश्यामि. भवती कुत्र पश्यन्ती अस्ति? अहं तु एकनिमिषं, तत्र तत्रैव अत्र एस् वि वासु तत्र सर्वमस्ति खलु भगिनि, तत्रैव पश्यन्ति. अग्रे गच्छामः, क्षम्यताम्. अस्तु तर्हि तत्र अधुपदधातवः इति वदन्ति अस्मि खलु, अधुपदधातवः शासकयोगः इष्यति, अत्र तु किमपि कार्यं नास्ति इति मन्ये. उपदादीर्घः न भवति खलु, नीतिङ्निति नास्ति इति कृत्वा उपदादीर्घः नास्ति, किमपि कार्यं नास्ति, केवलं शासकिष्यति इति एव. इदुपदधातवः यत्र सन्ति लेलिक्योगः इष्यति, तत्र तु पुगन्तलघुपदस्य च इत्यनेन आर्धातुकप्रत्यये परे गुणः भवति, पदायां गुणः भवति, तदा तु लेलेकिष्यति इति. अनन्तरम् उदुपदधातवः मोमुद्योगः इष्यति, मोमोदिष्यति इति. ऋदुपदधातवः वरीवृत् इति अस्ति, योगः इष्यति पुनः गुणः भूत्वा वरीवर्तिष्यति इति रूपं प्राप्नुमः. अनन्तरं यत्र अवशिष्टाः धातवः सन्ति तत्र तु बाबन्द् योगः इष्यति, बाबन्दिष्यति इति. अन्य किमपि कार्यं किमपि नास्ति, उपदायां किमपि नास्ति चेत्, अन्ते तु अन्तिमवर्णः स्वरः नास्ति, उपदायमपि स्वरः नास्ति चेत् तत्र किमपि कार्यं नास्ति. सरला भगिनी केच् पठितुम् अत्र समाप्तं खलु, अत्र प्रश्नः अस्ति वा यङन्त यङ्लुगन्तधातूनां कृट्लकाररूपसिद्धिः इति अस्ति. अग्रे गच्छामः वा? कियच् कियङ् अस्ति पठितुमिच्छति वा लघु? अस्तु. अविशिष्टधातवः बाबन्धयोग इष्यति, अत्र हलन्तधातुः अस्ति, अपि संयोगः अस्ति, केवलं मरणमेलनम् अस्ति. कियच् कियश् कियङ् प्रत्यान्तधातूनां लित्लकारस्य रूपसिद्धिः. यस्य विभाषा हलपरयोः क्यच् कियङ्गोः प्रत्ययो लोपो वा स्यात् आधधातुके. यथा यस्य हल अस्ति तथैव अस्ति हलपरयो क्यच् कियङ्गो प्रत्ययस्य लोपः भवति आर्धधातुके प्रत्यये परे. उदाहरणमस्ति समिध्ययोग समिध्यष्यति. अत्र अपि वयं यदि यस्य य शब्दस्य लोपः भवति तु समिध् इति भवेत्. तत्र पुगन्तलघुपद्यस्य इत्यस्य च प्रसक्तिः अस्ति, किन्तु इष्टरूपं न भवति, समेधिष्यति इति न भवति, समेधिष्यति इति न भवति. कारणकि अत्र अपि यथा वयं न धातु आर्धधातुक लोपे अस्ति, तद् सूत्रं दृष्टवन्तः. यदि यशब्दस्य लोप कोऽपि आर्धधातुकप्रत्यय परे यद् निमित्तम् अस्ति यशब्दस्य लोप भवति, तदानीं यत् धातोः या अङ्गस्य एक अंश लोप भवति तु वृद्धिकार्यं वा गुणकार्यं बाधितं भवति. तु तत् सूत्रम् अत्र तिष्ठति. अत्र सङ्घातग्रहणं न दत्तमस्ति, अतः वयं न वक्तुं शक्नुमः यकारस्य लोपः कृत्वा अकारलोपः भवेत्. किन्तु अहं दृष्टवती न्यासे दत्तमस्ति आदेपरस्य इति समिध्य यत्र अस्ति आदेपरस्य यदि वयं स्वीकुर्मः तत्र वयं दृष्टवन्तः न पञ्च आदेपरस्य अस्ति चेत् तस्मात् इति पञ्चमी विभक्ति निर्दिष्टं यत् पदम् अस्ति तस्मात् परं कार्यं भवति. तु यशब्द तस्य आदौ यत् यकार अस्ति तस्य लोपो भवति, तदनन्तरम् अतो लोपनेन अकारस्य लोपः भवेत्, तदनन्तरम् अच्च परस्मिन् पूरवितो इति कर्तुं शक्नुमः. किन्तु वर्गे वयं कलं न धातुक आधधातुक न लोप आधधातुक इति सूत्रं वयं न धातुलोप आधधातुके इति सूत्रं वयम् उक्तवन्तः वर्गे. किन्तु आदिपरस्य अपि साधु भाति साधु भगिनि एकनिमिषं भगिनि पुनः प्रश्नं वदतु भगिनि पुनः आदे परस्य वयं दृष्टवन्तः यदि हलन् धातु परः यत् कार्यं भवति तत्र पञ्चमी हल इति पञ्चमी निर्दिष्टम् अस्ति साधु हलपरयोः पञ्चमी निर्दिष्टं यत्र तद् परं कार्यं यत् भवति आदे परस्य यत् कार्यं भवति तस्य आदौ वर्ण अस्ति तत् प्रथमवर्ण तस्य तत् गृहीतव्यम् आदिपरस्य इति यकार यदि य शब्दः अस्ति तत्र वर्णद्वयम् अस्ति यकार अकार सो तस्य यकारस्य एव लोपः भवेत् इति आदिपरस्य इति यदि वयं स्वीकुर्मः अत्र कस्य इत्यनेन केवलं यकारस्य एव भवति इति स्वीकर्तुं शक्यते खलु किन्तु तथा नास्ति पूर्णप्रत्ययस्य लोपः भवति खलु पूर्णप्रत्ययस्य इति यातु अतः यदि वयं पूर्णप्रत्ययस्य लोपः कुर्मः तत् न लोपो अर्धधातुके इति सूत्रं कार्यं कर्तुं शक्नोति न चिन्ता नास्ति न धातुलोप अर्धधातुके इति किं वदति गुणकार्यं वृद्धिकार्यं वा मा भवतु इत्येव वदति खलु आमां तु सम्यक् यदि भवति तत्र गुणकार्यं बाधितं भवति न समेद् न भवति इकार लघु इगन्त भवति साधु तु पुगन्तलघुपदस्य कारणेन समिदिश्यति प्रथमं तु केच् केङ् इत्येतत् लोपः भवति तेषां प्रत्ययानाम् अङ्गभागानां तत्र अङ्गानां लोपः भवति तत्र प्रत्ययभागस्य लोपः भवति तदा तु समिद् इति एव अवशिष्यति अधुना प्रश्नः उदेति समेद् इति किमर्थं न भवति इति प्रश्नः उदेति खलु इडानुकूलम् अस्ति तत्र आर्धातुकप्रत्ययः अस्ति तर्हि समेद् इति किमर्थं न भवति इत्यस्य उत्तरम् अस्ति न धातुलोप आर्धातुके इत्यनेन तत्र गुणवृद्धिकार्यं निषिद्धं भवति येन आर्धधातुके प्रत्यये यत्र परे अस्ति तेन यत्र धातोः लोपः जायते चेत् तादृश इकः अङ्ग तत्र धातोः यदि इक् अङ्गम् अस्ति चेत् तत्र तादृश इक् अङ्गस्य गुणवृद्धिः मा भवतु इत्येव अस्ति तस्य तु कार्यं भवति एव किन्तु न्यासे आदे परस्य अपि लिखितमस्ति आमां सिद्धं तत्र आम् आदिपरसि कार्यं करोति इत्येव वदामि अस्तु अस्तु कार्यं करोति नो चेत् समेदिष्यति इति भवति खलु तद् न भवति तद् न भवति किन्तु अत्र प्रश्नः उदेति किमर्थम् आदेः परस्य इत्यस्य क्षम्यताम् आदेः परस्य इत्यनेन किमर्थं कार्यं न भवति इति प्रश्नः उदेति खलु अत्र सङ्घातग्रहणं न दत्तमस्ति अतः वयं न चिन्तितवन्तः न चिन्तनं नास्ति किन्तु केवलम् एकारस्य किमर्थम् अकारसहित पूर्णप्रत्ययस्य किमर्थं लोपः लोपं क्रियते इति मम प्रश्नः यशब्दस्य काशिका सिद्धान्तकौमुदी यस्य हल तत्र ते सङ्घातग्रहणम् इति ते उक्तवन्तः सङ्घातग्रहणस्य विषये मम प्रश्नः नास्ति भगिनि मम तु प्रश्नः अस्ति किमर्थं पूर्णप्रत्ययस्य लोपः क्रियते किमर्थं केवलम् आदिमवर्णस्य लोपः न क्रियते इति ओ अस्ति द्वयम् अस्ति इति वयम् अहं अत्र तस्मात् समिध्य इति धातो लुटि तत्र उक्तमस्ति भगिनि तथैव अस्ति तत्र सामान्यतया अलोन्तस्य इति भवति स्म अन्तिम अल्वर्णस्य भवति स्म किन्तु आदेः परस्य तत्प्रभादे आदेः परस्य इति प्रथमं यशब्दस्य लोपः क्रियते तदनन्तरम् अतो लोपः इत्यनेन अकारस्य च लोपः समिधिता इति तत्र सङ्घातग्रहणमेव अत्र अपि भगिनि अतो लोपः इत्यनेन समिधिता इति रूपं प्राप्नुमः इति तत्र तत्र टीकायां दत्तमस्ति सुधाटीका इति अस्ति तत्र दत्तमस्ति अन्यत्र कुत्रचित् तथा दत्तमस्ति वा न केवलं तदपि आतोलोपः इति दत्तम् इति उक्तमस्ति अत्र आदेः बालमनोरमायां सर्वत्रापि आमामां सिद्धान्तकौमुद्यामपि उक्तमस्ति आदेः परस्य अनन्तरम् आतोलोपः इत्यनेनैव सङ्गातग्रहणं भवति इति तदनन्तरं 15A इति अभ्यास एदवस्था अभ्यास तत्र अनन्तरं मम पुतु मम एतद् अवगतं भगिनि यत्र अत्र उक्तमासीत् खलु पुनः एकवारं पश्यामः चेत् आतोलोप इटि च इति उक्तमासीत् खलु तदा तु भगिनी उक्तवती अधुना एव उक्तवती तत्र आर्धधातुके अजादि इटि आर्धधातुके इति अजादि इति आवश्यकं नास्ति इटि यत्र यत्र भवति तादृश आर्धातुकप्रत्ययः तु नित्यं तु किं भवति तत्र अजादि एव भवति खलु इति प्रश्नः उदेति खलु तस्य उत्तरमस्ति एकनिमिषं वदामि अहम् उत्तरं प्राप्तवती एकनिमिषम् यत्र यत्र राधातुः स्वीकुर्मः चेत् पुनः उत्तमपुरुषे एकवचने किं भवति इट् इति प्रत्ययः आगच्छति खलु तदनन्तरं सियूट् आगमः भवति लिङ्गः सियूट् इत्यनेन लिङ्ग् लिङ्ग्लकारे अशुलिङ्ग् तदा तु रा सी इति तत्र इट् प्रत्ययः अस्ति खलु अधुना एषः इट् प्रत्ययः कीदृश इट् प्रत्ययः अस्ति आर्धदातुकः अस्ति खलु सार्धदातुकः नास्ति किमर्थम् इत्युक्ते सियुट् जातः तदा तु सियुट् इति प्रत्ययः अनन्तरं हलादि इट् प्रत्ययः अस्ति हलादि इट् आर्धदातुकप्रत्ययः अस्ति खलु अधुना अस्य सूत्रस्य न भवति अस्तु इति कृत्वा तत्र आर्ध अजादि इति उभयत्र स्वीकर्तव्यम् इति अत्र उक्तमस्ति तत्र उक्तमस्ति खलु रातेर् लातेश लङि इति रूपम् इति उक्तमस्ति अचि इत्येव उदाहरणं दासीय इत्यस्मिन्नपि दासीय इत्यस्मिन् किम् उक्तमस्ति तत्र तु दुदायं दाने दासीय इति तदेव अस्ति दासीय इत्यस्मिन्नपि समानमस्ति सियुट् आगमः तादृश सियुट् आगमः यत्र जातः तत्तु हलादि इट् आर्धातुकप्रत्ययः अस्ति इति कृत्वा तत्र अस्य सूत्रस्य प्रसक्तिः न भवति अत्र इट् इत्यनेन न केवलं अत्र इडागमः सूच्यते खलु किम् इट् इति सूत्रे दृष्ट्वा इडागमः वा नो चेत् इट् इति प्रत्ययः वा इति न जानीमः तद् तत्र निष्कास्य तादृश तत्र किमस्ति प्रसङ्गं निष्का दट् सार्ट् आफ् अ कन्फ्यूषन् मास्तु इति कृत्वा तत्र पृथक्तया दत्तमस्ति अजादि इति उक्तमस्ति अस्तु भगिनी 15A अभ्यासति इडवस्य अभ्यास तत्र गन्तुमेव 15A स्वीकरोमि भगिनि फिफ्टीन् एव 15A आम् कुत्र गतम् एकनिमिषं सर्वेपि स्वीकृतवन्तः किल सेवेन् फिफ्टीन् ए ओके सेवेन् मध्ये फिफ्टीन् ए ओके अस्तु अस्तु चिन्तयामः वा अस्तु टेक् इति धातुः अस्ति खलु प्रथमधातुः अन्ततः गन्तव्यं वा भगिनि वयं त्रीणि चत्वारि प्रथमम् एकैकं कुर्मः भगिनि तदनन्तरं अस्तु प्रथमं द्रै इति करोमि वा अन्ततः गच्छामः द्रै इति द्रै योगः लृट् लकारः इति तत्र विवक्षा अस्ति अस्तु द्रै इति तु द्रै इति अनेकाच् अस्ति अनेक एकाच् एव अस्ति एकाच् अस्ति द्रै इति तु निश्चयेन इडानुकूलः नास्ति इति मन्ये अन्यत् अस्ति ऐकारान्तधातुः अस्ति अनित्यधातुः अस्ति अन्यत् अस्ति अजन्तधातुः केवलं चतुर्दश धातव अस्माकम् आव्यां सन्ति ते चेतः तर्हि तत्र तत्र किं भवति लृट् लकारस्य अधुना तु स्यसा स्यतासि लृट् लटोः इत्यनेन किम् अस्ति स्य प्रत्ययः मध्ये आगच्छति तदा तु द्रै योगः स्य योगः तत्र विवक्षायां प्रथमपुरुषे एकवचनं स्वीकृत्य तत्र द्रै धातुः तत्र आत्मेपदि वा परस्मेपदि वा इति द्रष्टव्यं तद् केवलं तद् द्रक्ष्यामि द्रै इति धातुः स्वप्ने इति परस्मेपदि धातुः अस्ति तर्हि ति इति प्रत्ययं स्वीकुर्मः तदा तु किं कर्तव्यम् अधुना तु आदेशोपदेशे अशिति इत्यनेन अशिति प्रत्यये परे द्रै धातोः द्रा इति भवति तदनन्तरं आर्धातुकप्रत्ययः अस्ति तर्हि द्रायोगः इष्ययोगः टि इति अस्ति दास्यति इक् आदेशप्रत्ययो इति इक्वर्णः नास्ति न इदम् एको नास्ति इत्येव अस्ति तर्हि द्रास्यति इत्येव अस्तु अग्रे भवती करोति वा विश् धातुः ओके विश् धातुः अस्माकम् आवल्याम् अस्ति यतोहि हलन्त् अस्ति किन्तु अन्यत् अस्ति अपि उभयपदी अस्ति स्यति इति भवति अर्धधातुकप्रत्यपरे तो अत्र पुगन्तलघुपद्यस्य प्रथमं वेश् भवति तदनन्तरं षडो कहसि अनेन सकारस्य परे अस्ति सकारस्य ककार भवति तो वेक् तदनन्तरम् आदेशप्रत्ययो अनेन एण्को आगच्छति तो च भवति सो वेक्षति वेक्षते इति रूपं द्वयं भवति तत्र उभयपदी अस्ति वा भगिनि उभयपदी अस्ति अस्तु भगिनि समीचीनम् अस्तु मणिमहोदय करोति वा महोदय महोदय कुत्र भवती पठति इति अहं न जानामि अहं भगिनी उक्तवती खलु सेवेन् सेक्षन् मध्ये फिफ्टीन् ए इति कश्चन करपत्रमस्ति लिङ्क् अत्र द्रव्यव्यवस्था अभ्यासः हा आं भगिनि आं महोदय तत्र अन्ततः पठामः फ्रम् द लास्ट् महोदय सो वि डिड् द फस्ट् टु वी हेव् डन् अधुना हट् इति प्रत्ययः अस्ति हट् इति धातुः न न द्रै विश् जातम् अधुना हट् धातुः हट् प्रथमं तु इदानुकूलः वा सेत् वा नीत् वा वेत् वा घट् इट् टकारः प्रत्ययः अस्य आवल्यां नास्ति, अतः इड् अनुकूलः अस्ति. तर्हि रूपं किं भवति लृट् लकारस्य, चिन्तनं करोतु महोदय. ओ लृट् लकारस्य वा, हाटि एव न भवानेव उक्तवान् खलु हटिष्यति इति, तावदेव अस्ति. हटिष्यति तदेव रूपं भवति वदतव्यं वा. क्रीडानुकूलः अस्ति इति भवान् उक्तवान्, तर्हि हट् योगः शति इति प्रत्ययः इडान् इडागमः जायते हटिष्यति. षत्वं भवति आदेशप्रत्ययोः इत्यनेन समीचीनं. हट् इति दीप्तौ इति परस्मैपदी एव अस्ति. समीचीनं महोदय. अग्रे अरुणा भगिनी दयि वदति वा. आं भगिनि, दै धातु यजन्तदातुः अस्ति, साधुवे अजन्तदातवः अनीतः दै अत्र अपः उपदेशे इति भगिनि सूत्रेण दा भवति. आदे तत्र किम् अस्ति आदेश उपदेशे शिति इति आदेश एकैकं पठामः वा, एकैकं कुर्मः. अस्तु अग्रिमम् अग्रिमं करोतु, अनन्तरं वयं द्वे न अस्तु अहं करोमि वा अग्रे. तप् तप् इति धातुः, तप् इति धातुः आवल्यां नास्ति इति मन्ये. अस्ति अस्ति अस्ति वा, प्रथमं ददातु अस्ति पकारान्त. तप् वप् शप् सप् फस्ट् धातु तप् वप् सप् तप् वप् शप् सप् सप् एकनिमिषं पश्यामि. उभयपदी अपि अस्ति धकारान्त धकारान्त झकारान्त अत्र तकारान्त तप् इति धातुः पकारान्त धातु पावली. ओ पत् पकारान्त, अहं तु दकारान्तानां पश्यन्ती अस्मि. अस्तु अस्तु व्यद् तप् तप् वप् शप् स्वप् अस्तु अस्तु अस्तु तप् इति अस्ति अधुना. अस्तु तप् इति तत्र किम् अस्ति सेत् अस्ति खलु, अन्यत् अस्ति अन्यत् अन्यत् हलन्त धातु आवली अन्यत् अस्ति अन्यत् अस्ति अस्तु. किन्तु तप् इति अन्य तप् धातुः अपि अस्ति भगिनि. द्वादो अस्ति एक द्वादो अस्ति एक अन्य ऐ थिङ्क् भुवादौ इति परस्मैपदी अस्ति, द्वादौ इति आत्मनेपदी अस्ति. एक न जानामि उच्वन् तप् इति अनित् एव अस्ति वा. अस्तु आम् किमर्थम् इदानीं भवती उक्तवती नु आवली. आमामामाम् पश्यन्त न तप् इति अन्यधातुः अस्ति. दाहे इति चुरादिगणीयधातुः अस्ति, तत्र तु विकल्पेन तत्र तत् सः धातुः सेट् अस्ति. एकस्मिन् पक्षे तत्र निच् न आगच्छति, अन्यस्मिन् पक्षे निच् आगच्छति. यत्र निच् न आयाति विधीयते तत्र तु अनित् एव अस्ति इति उक्तमस्ति. ततः तद् दृष्ट्वा भ्रमः जातः मम. तप् योगः स्यति, तप्स्यति इत्येव रूपम्, अन्य किमपि कार्यं तप्स्यति वा तप्स्यते तप्स्यति तप्स्यते. अस्तु भगिनि, पै धातु इति अजन्तधा क्षम्यताम् अजन्तधातुः अस्ति, अन्यतः अस्ति आदेश उपदेशे स्थितिः. अनेन पा भवति, पायोगस्यति पास्यति इति भवति. अग्रिममपि करोतु भगिनि. अस्तु मय इति यकारान्तधातवः अस्माकम् आवल्यां न सन्ति इति हलन्तधातु इति सेट् भवति तु मययोग इष्यति भवति तु मयिष्यति इति रूपं भवति. आत्मनेपदी अस्ति भगिनि. आत्मनि पश्यसि सोमयिष्यते इति तृतीयमपि करोति वा राध् इति अस्माकम् आवल्याम् अस्ति अन्यत् अस्ति सो तत्र राधयोगस्यति भवति खरीचनने तकारभति रास्यति इति भवति रास्यति आं भगिनि अस्तु तत्र अग्रे कस्य क्रमः अस्ति अहमपि इतोपि एकद्वयं वदामि तदनन्तरं खन् इति अस्ति झनकन घन सनसञ्चलोः तत्तु भिन्नसूत्रमस्ति खलु कदाचित् आम् आम् तद् सूत्रमस्ति किन्तु मन् हन् इत्येव अस्माभिः पठितं मन् न पठितमस्ति आम् इति कृत्वा इदानुकूलः अस्ति खनिष्यति इति रूपं तत्र खनत्ति इति मन्ये खलु तत्र खन्ति खनत्ति इति परस्मैपदि वा आत्मनेपदि वा इति एकवारं पश्यामः खनत्ति इति मन्ये उभयपदी अस्ति अस्तु उभयपदी अस्ति रूपाणि खनति खनते इति अपि रूपमस्ति तर्हि खनिष्यति खनिष्यते इति रूपद्वयं मल् इति धातुः पुनः लकारान्तधातुः अस्माभिः न कृतम् इति मन्ये आवल्यं नास्ति तर्हि मल् धातुः अपि किमस्ति सेट् अस्ति तत्र तु मल् धातुः परस्मैपदीः मलति इत्येव मन्ये खलु मलति इत्येव आत्मनेपदी अस्ति ओ मलते इति धारणे इति अर्थः धारणे इति धातुः अर्थः कः अस्ति तुव्यर् इत्येव अर्थः मलति इति तत्र तु मलिष्यति इति रूपं मलिष्यते इति रूपं प्राप्नुमः अग्रे तत्र कस्य क्रमः अस्ति मणिमहोदय पट्टधातुः अत्र आवल्यां नास्ति तकारः अतः इडाहम भवति पट्योहरिष्यति पठिष्यति इति सत्त्वमपि भवति अत्र अनन्तरं षट् धातुः षटपि टकारः नास्ति अत्र आवल्यां तदपि इडाहम भवति इदानीं षटिष्यति इति रूपं सै धातुः अपि यकारः नास्ति धातुः नास्ति अत्र आवल्यां सैष्यति आत्मनेपदी अस्ति सहिष्यते महोदय भवान् मध्ये अहम् अन्यः वदतु वा तत्र सरल तत्र अरुणा भगिनी वदति वा भगिनी व्ये इति धातुत्रयं कुर्मः वयं व्ये कृद् अस्ति इति करोति ये धातु एजन्त् अस्ति अतः आकारः भवति या अथवा उपदेशे अत्र व्या इत्यस्य तत्र किम् इद् एतत् किम् अस्ति वकारस्य तत्र यकारस्य तत्र किम् अस्ति किं भगिनि नास्ति तर्हि नास्ति खलु नास्ति तत्र किम् अस्ति तत्र किं वदामः तद् तद् कार्यं किम् अस्ति इग्यणः सम्प्रसारणं अस्तु अस्तु किं रूपं भवति धातोः अग्रे भगिनी व्यास्यति इत्येव भगिनी यत् उक्तवती तदेव आवल्यमस्ति कृत् प्रथमं फगन्तलः उपदेशेन गुणः भवति क्रोध खरिचायन क्रोध क्रोध्यति क्रोध्यति इति रूपं भवति अस्तु भगिनि अतिथि क्रोत् इडाहं भवति किल न भवति आवल्यामस्ति क्रोत् आवल्यमस्ति कृज् भुज् युज् शुज् अतिष्यति आं भगिनि परस्मैपदि अस्ति आम् अग्रे तु मम क्रमः खलु नट् पल्ल् लट् इति वदामि नट् इति तु नास्ति आल्वल्यां टकारान्तदातवः तर्हि नटिष्यति इति आदेशप्रत्ययो भवति पल् इति धातुः लकारान्तः अपि नास्ति पलिष्यति इति तत्र नट् इति नटति इति भवति पल् इत्यस्य पलति वा पलते वा इति न जाने एकनिमिषं पश्यामि परस्मैपदि वा आत्मनेपदि वा इति उभयपदी अपि अस्ति कुत्र अस्ति चुरादिगणे अस्ति अत्र तु गतौ इत्यस्मिन् अर्थे परस्मैपदी एव पलिष्यति इत्येव तदनन्तरं लट् लटति इत्येव मन्ये तत्रापि पश्यामि लटिष्यति इति लट् धातुः परस्मैपदी एव अस्ति तर्हि लटिष्यति इत्येव सरला भगिनी भवत्याः क्रमः अस्तु डीङ् इति अनुबन्धलोपानन्तरं डी भवति सो इति ईकारात् धातुः अस्ति अस्माकम् आवल्याम् अस्ति अतः सेत् अस्ति सो डी योगस्यति अनेन प्रथमं गुण भवति साधुधातुक आधधातुकवर्णेन डे भवति तदनन्तरम् एचो अयावयनेन दयिष्यति इति रूप दयिष्यते इति आत्मनेपदी भवति ङित्वासति सो आत्मनेपदी भवति दयिष्यते धे इति पुनः एजन्तधातवः सर्वे अन्यतः आदेशोपदेशे पृच्छति अनेन धा भवति धा योगस्यति धास्यति इति भवति न जानामि उभयपदी अस्ति किम् अस्ति धास्यते वा धास्यति रूपं न जानामि उभयपदी अस्ति इति मन्ये भगिनि खलु धा इति धा अपि भवति पश्यामि भगिनि भवत्याः कृते दे इति परस्यपदी एव अस्ति भगिनि पाने इति एकम् अन्य नय अन्यत् वट् अपि वट् कृतवती वा वट् अपि ठकारान्तदातव अस्माकम् आवलां न सन्ति सो अत्र सेट् भवति सो वठिष्यति इति रूपं भवति वठिष्यति तत्र परस्मैपदी वा परस्मैपदी अस्ति अस्तु अस्तु अग्रे कस्य क्रमः अस्ति मणिमहोदय नञ् धातुः अपि अत्र अवल्या नास्ति हृडामः भवति नैष्यति इति रूपं भवति तुद् चुद् तुद् चुद् तुद् अस्ति अधः हृडामः नास्ति तदा उभयपदी अस्ति तुद् उभयपदी रूपं दृश्यति वा दृश्यते भवति खलु दोष्यति किल तोत्स्यति अल् धातुः अपि अत्र नास्ति अतः इडाहं भवति अलिष्यति इति रूपं भवति अग्रे कस्य क्रमः अन्नभगिन्याः क्रमः छण्डवर्णसप्त आवल्यं नास्ति खलु केवलं मन् हन् अस्ति आवल्यमस्ति अतः अनेके सप्तति भवति किं भगिनि किं न अवगच्छामि भगिनि किं कस्य धातोः विषये वदति सप् वा सप् धातु आवल्यं नास्ति खलु तर्हि सप् नास्ति सर्प अस्ति सप् नास्ति सप् वप् शप् स्वप् सप् नास्ति नास्ति सेट् एव अस्ति भगिनि परस्मैपदे अस्ति सपिष्यति अत्र पुनः मम क्रमः खलु सल् शिरम् इति सल् इति अस्ति आवल्यां नास्ति सलिष्यति इति मन्ये तत्र पश्यामि परस्मैपदि वा अस्मैपदि वा इति द्रष्टव्यं परस्मैपदि एव सलिष्यति इति मन्ये चष्यति अस्ति चष्यति अपि न दृष्टं मया इति मन्ये चष्यति न दृष्टम् आवल्य इति कृत्वा चषिष्यति इति एव अस्ति उभयपदि अस्ति चषिष्यति चषिष्यते इति तदनन्तरं रं रम् आवल्याम् अस्ति रंस्यते तत्र तु किम् अस्ति ममकारस्य तु किं भवति दशापदान्तस्य जलि तदनन्तरम् अनुस्वारादेशः न भवति इति कृत्वा रंस्यति रंस्यते इति तत्र रं दुभयपदी इति मन्ये खलु आत्मनेपदी रमते इति एव अस्ति आमामां रमते इति एव अस्ति आमाम् आत्मनेपदी एव अस्ति आं क्रीडायां रंस्यते इति अस्तु भगिन्यः सरला भगिनी ध्येयि पुनः इति अजन्तधातुः अस्ति एकारान्तधातुः आदेश उपदेशस्य इत्यनेन ध्या भवति इति अन्यत् अस्ति ध्यास्यति इति रूपं भवति मन् योगस्यति अत्र मन् इति अस्माकम् आवल्याम् अस्ति अन्यत् अस्ति अतः इदागमनास्ति नश्चापदांसि झलि अनेन नकारस्य अनुस्वारः भवति मंस्यते सकार यै नास्ति केवलं मंस्यति इति मन् धातु मंस्यते खलु मनुते इति अस्ति मनुते मन्यते इति आत्मने मंस्यते इति अपि तृतीयं तय यकारान्त अस्माकम् आवल्यां नास्ति तु सेट् अस्ति इष्यति तयिष्यति इति रूपं भवति मणिमहोदय वप् चद् वप् अस्ति आत्मने भवि भवति अहं चिन्तयामि वप् इडहम नास्ति अतः ते वपति नास्ति खलु वपति इति एव अस्ति खलु परस्मैपदी एव अस्ति वप् दातु तत्र बीजं वपति इति उभयपदी अस्ति गतवर्गे सरला भगिनी उक्तवती तप् वप् अत्र वक्ष्यति वक्ष्यते इति वा वक्ष्यते अनन्तरं सत् धातुः अपि अत्र दास्य आवल्या नास्ति अतः इडाहं भवति सदिष्यति इति रूपं भवति सदिष्यति सदिष्यते इति रूपाणि भवति ऐतादिव अपि इडाहमं भवति अतः ऐष्यते ऐष्यति इति रूपं भवति अरुणा भगिनी रूप धातुत्रयं वट् वट् आवल्यां नास्ति चेत् अस्ति वटिष्यति भवति धित् आवल्याम् अस्ति प्रथमं सुगन्तलघुपतिः गुणः भवति भेद् खरितेन भेद् भेष्यति तदनन्तरं अत्र आवल्यां नास्ति समिष्यति समीचीनं भगिनि तावत् तावद् विरमामः वा अस्तु धन्यवादः सर्वेषां धन्यवादः धन्यवादः धन्यवादः